पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 124 ईश्वर उवाच प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्धनं मुक्तिदं तत्त्वबुद्धीनां शृणुष्व सुरसत्तमा तावद्गर्जति सेनानि गङ्गाभागीरथीक्षितौ यावन्नायादि पापघ्नी कार्तिके हरिबोधिनी तावद्गच्छन्ति तीर्थानि आसमुद्रसरांसि च यावत्प्रबोधिनी विष्णोः तिथिर्नायादि कार्तिके अश्वमेधसहस्राणि राजसूयशतानि च एकेनैवोपवासेन प्रबोधिन्यां यथा भवद दुर्लभं चैव दुष्प्राप्यं त्रैलोक्ये सचराचरे तदपि प्रार्थितं विप्र ददादिप्रतिबोधिनि ऐश्वर्यं संसृतिं ज्ञानं राज्यं च सुखसम्पदं ददात्युपोषिता विप्र हेलया हरिबोधिनी मेरुमन्दरतुल्यानि पापान्युपार्जितानि च एकेनैवोपपासेन दहदे हरिबोधिनी उपवासं प्रबोधिन्यां यः करोति स्वभावतः विधिना नरशार्दूल यथोक्तं लभते फलम् पूर्वजन्मसहस्रेषु पापं यत्समुपार्जितं जागरेण प्रबोधिन्यां दह्यते तूलराशिवद शृणु षण्मुखवक्ष्यामि जागरस्य च लक्षणं यस्य विज्ञानमात्रेण दुर्लभो न जनार्दनः गीतं वाद्यं च नृत्यं च पुराणपठनं तथा धूपं दीपं च नैवेद्यं पुष्पं गन्धानुलेपनं फलमर्घ्यं च श्रद्धा च दानमिन्द्रियसंयमं सत्यान्वितं विनिन्द्रं च मुदायुक्तं क्रियान्वितं साश्चर्चं चैव सोत्साहमालस्यादिविवर्जितं प्रदक्षिणादिसंयुक्तं नमस्कारपुरःसरं नीराजनसमायुक्तमनिर्विण्णेन चेतसा यामे यामे महाभाग कुर्वन्नीराजनं हरेः एतैर्गुणैः समयुक्तं कुर्याज्जागरणं विभोः एकाग्रमानसो यस्तु न पुनर्जायते भुवि य एवं कुरुते भक्रिया वित्तशाढ्यविवर्जितैः जागरं वासरे विष्णोर्नीयते परमां गतिं पुरुषसूक्तेन यो नित्यं कार्तिके अर्चयेद्धरिं वर्षकोटिसहस्राणि पूजितस्तेन केशवः यथोक्तेन विधानेन पञ्चरात्रोदितेन वै कार्तिके त्वर्चयेन्नित्यं मुक्तिभागी भवेन्नरः नमो नारायणायेधि कार्तिके योऽर्चयेद्धरिं समुक्तो नारकैर्दुःखैः पदं गच्छत्यनामयं हरेर्नामसहस्रं च गजराजस्य मोक्षणं कार्तिके पठते यस्तु पुनर्जन्मनविन्दति युगकोटिसहस्राणि मन्वन्तरशतानि च द्वादश्यां कार्तिके मासि जागरी वसदे दिवि कुले तस्य च संजाता शतशोध सहस्रशः प्राप्नुवन्ति पदं विष्णोस्तस्मात् कुर्वीद जागरं कार्तिके पश्चिमे यामे स्तवं गानं करोति यः श्वेतद्वीपे तु वसते पितृभिः सह भामिनि नैवेद्यदानं हरये कार्तिके दिनसंक्षये युगानि वसदे स्वर्गे तावन्ति मुनिसत्तमाः अक्षयं मुनिशार्दूल मालती कमलार्चनम् अर्चये देवदेवेश्यं सयादि परमं पदं कार्तिके शुक्लपक्षे दु कृत्वा ह्येकादशीं नरः प्रादर्दत्वा शुभान् कुम्भान् सयादि मम मन्दिरं कार्तिकेय उवाच भगवन्नुच्यतां पुण्यं व्रतानां परमं व्रतं कर्तव्यं कार्तिके मासि भवता भीष्मपञ्चकं विधानं तस्य च फलं तथैव सुरसत्तम कथयस्वप्रसादान्मे मुनीनां च पितामह ईश्वर उवाच प्रवक्ष्यामि महापुण्यं व्रतं विधिमदां वरः भीष्मेणैतद्यतः प्राप्तं व्रतं पञ्चदिनात्मकं सकाशाद्वासुदेवस्य तेनोक्तं भीष्मपञ्चकं व्रतस्यास्य गुणान्वक्तुं कश्शक्तः केशवादृदे कार्तिके शुक्लपक्षे दु शृणु धर्मं पुरातनं वसिष्ठभृगु गर्गाद्यैश्चीर्णं कृतयुगादिषु अम्बरीषेण भोगाद्यैश्चीर्णं त्रेधायुगादिषु ब्राह्मणैर्ब्रह्मचर्येण जप होमक्रियादिभिः क्षत्रियैश्च तथा वैश्यः सत्यशौचपरायणैः दुष्करं सत्यहीनानामशक्यं बालचेतसां दुष्करं भीष्ममित्याहुर्न शक्यं प्राकृतैर्नरैः यस्तत्करोति विप्रेन्द्र तेन सर्वं कृतं भवेद् व्रतं चैतन्महापुण्यं महापातकनाशनम् अदो नरैः प्रयत्नेन कर्तव्यं भीष्मपञ्चकं कार्तिकस्यामले पक्षे स्नात्वा सम्यग्विधानदः एकादश्यां तु गृह्णीयाद्व्रतं पञ्चदिनात्मकं प्रातस्नात्वा विशेषेण मध्याह्ने च तथा व्रती नद्यां निर्चरगर्ते वा समालभ्यज गोमयं यववव्रीहितिलैः सम्यक् पितॄन् सन्तर्पयेत्क्रमाद स्नात्वा मौनं नर कृत्वा धौतवासा दृढव्रतः भीष्मायोदकदानं च अर्घ्यं चैव प्रयत्नतः पूजा भीष्मस्य कर्तव्या दानं दद्यात् प्रयत्नतः पञ्चरत्नं विशेषेण दत्त्वा विप्राययत्नतः वासुदेवोऽपि सम्पूज्यो लक्ष्मीयुक्तः सदा प्रभुः पञ्चके पूजयित्वा तु कोटिकल्पानि तुष्यति यत्किञ्चित् क्रियते सर्वं पञ्चधातुप्रकल्पयेत् संवत्सरव्रतानां च लभते सकलं फलं कृत्वा तूदकदानं तु तथार्घ्यस्य च दापनं मन्त्रेणानेन यकुर्यान् मुक्तिभागी भवेन्नरः वैयाख्रपादगोत्राय साङ्कृते प्रवराय च अपुत्राय ददाम्ये ददुदकं भीष्मवर्मणे वसूनामवताराय शन्दनोरात्मजाय च अर्घ्यं ददामि भीष्माय आजन्मब्रह्मचारिणे इति अर्घ्यमन्त्रः अनेन विधिना यस्तु पञ्चकं तु समापयेत् अश्वमेधसमं पुण्यं प्राप्नोत्यत्र न संशयः पञ्चाहमपि कर्तव्यं नियमं च प्रयत्नतः नियमेन विना पुत्र न भाव्यं व्रतकर्मणा उत्तरायणहीनाय भीष्माय प्रददौ हरिः उत्तरायणहीनोऽपि शुद्धिं लग्नं विना शुभाः ततः सम्पूजयेद्देवं सर्वपापहरं हरिम् अनन्तरं प्रयत्नेन कर्तव्यं भीष्मपञ्चकं स्नापयेदजलैर्भक्त्या मधुक्षीरकृतेन च तथैव पञ्चगव्येन गन्धचन्दनवारिणा चन्दनेन सुगन्धेन कुङ्कुमेनाथकेशवं कर्पूरोशीरमिश्रेण लेपयेद्गरुडध्वजम् अर्चयेद्रुचिरैपुष्पैः गन्धधूपसमन्वितैः गुग्गुलं कृतं संयुक्तं दहेत्कृष्णाय भक्तिमान् दीपकं तु दिवारात्रौ दद्यात् पञ्चदिनादिषु नैवेद्यं देवदेवस्य परमान्नं निवेदयेद् एवमभ्यर्चयेद्देवं संस्मृत्य च प्रणम्य च ॐ नमो वासुदेवाय जपे दष्टोत्तरं शतं जुहुयाच्च कृताभ्यक्तायस्तिलव्रीहीयवादिभिः षडक्षरेण मन्त्रेण स्वाहाकारान्वितेन च उपास्य पश्चिमां सन्ध्यां प्रणम्य गरुडध्वजं जपित्वा पूर्ववन्मन्त्रं क्षिदिशायी भवेद्व्रती सर्वमेतद्विधानं तु कार्यं पञ्चदिनानि तु विशेषोत्रव्रते ह्यस्मिन्यदन्यूनं शृणुष्व तद् प्रथमेऽह्नि हरेः पादौ पूजयेत् कमलैर्व्रती द्वितीये बिल्वपत्रेण जानुदेशं समर्चयेद् ततोऽनु पूजयेच्छीर्षं मालत्या चक्रपाणिनः कार्तिक्यां देवदेवस्य भक्त्या तद्गतमानसः अर्चित्वा तं हृषिकेशमेकादश्यां समासदः निष्प्राश्य गोमयं साम्यगेकादश्यामुपावसेद गोमूत्रं मन्त्रवद्भूमौ द्वादश्यां प्राशयेद्व्रति क्षीरं चैव त्रयोदश्यां चतुर्दश्यां तथा दधि सम्प्राश्य कायशुद्ध्यर्थं लङ्घयित्वा चतुर्दिनं पञ्चमे दिवसे स्नात्वा विधिवत्पूज्यकेशवं भोजयेद्ब्राह्मणान् भक्त्या तेभ्यो दद्याच्च दक्षिणां पापबुद्धिं परित्यज्य ब्रह्मचर्येण धीमता मद्यं मांसं परित्यज्य मैथुनं पापकारिणं शाकाहारेण मुन्यन्नैः कृष्णार्चनपरो नरः तदोनक्तं समाश्नीयात् पञ्चगव्यपुरःसरं एवं सम्यक् समाप्तस्य यथोक्तं फलमाप्नुयाद मद्यपो यत्पिबेन्मद्यं जन्मनो मरणान्तिकं यद्भीष्मव्रतं कृत्वा प्राप्नोति परमं पदं स्त्रीभिर्ब्राह्मणवाक्येन कर्तव्यं धर्मवर्धनं विधवाभिश्च कर्तव्यं मोक्षसौख्याभिवृद्धये सर्वकामसमृद्ध्यर्थं पुण्यार्थमपि पावके नित्यस्नाने तथा दाने ये कार्तिकमुपासदे वैश्वदेवश्च कर्तव्यो विष्णुध्यानपरायणैः आरोग्यपुत्रदो वत्स महापादकनाशनः तीर्थेषु कार्तिकं कुर्यात् सर्वयत्नेन षण्मुख संवत्सरव्रतानां तु समाप्तिकार्तिके मदा पापस्य प्रतिमा कार्या रौद्रवस्त्रादिभीषणा खड्गहस्ता विनिष्क्रान्ता लोहदंष्ट्रा करालिनी तिलप्रस्थोपरिस्ताप्य कृष्णवस्त्राभिवेष्टिता रक्तपुष्पकृता पीडाज्वलत्काञ्चनकुण्डला सम्पूज्य परया भक्रिया धर्मराजस्य नामभिः इममुच्चारयेन्मन्त्रं गृहीतकुसुमाञ्जलिः यदन्यजन्मनि कृतमिह जन्मनि वा पुनः पापं प्रशममायादु तव पादप्रसादः एवं सम्पूज्य विधिवत्प्रतिमां तां च काञ्चनीं कृत्वा पूजां यथाशक्त्या विप्राणां वेदवादिनां प्रीतये देवदेवस्य कृष्णस्याकृष्टकर्मणः ब्राह्मणाय प्रदातव्यं धर्मो मे प्रीयतामिति वाचकाय प्रदातव्या यथाशक्त्या च दक्षिणा दध्याद्धिरण्यं गाश्चैव कृष्णो मे प्रीयतामिति कृतकृत्यस्थितो भूत्वा विरक्तसंयतो भवेद् अन्येषामपि दातव्यं स्वशक्रिया दानमुत्तमं शान्तचित्तो निरपराधः परं पदमवाप्नुयात् नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः अष्टपादैकनयनशङ्कुकर्णखरस्वनः जडी द्विजिह्वस्ताम्राक्षो मृगराजतनुच्छदः चिन्तनीयो महादेवो यस्य रूपं न विद्यते इदं भीष्मेण कथितं शरतल्पगदेन मे तदेतत्ते मया ख्यातं दुष्करं भीष्मपञ्चकं धन्यं पुण्यं पापहरं युधिष्ठिरमहाव्रतं यत्कृत्वा ब्रह्मः गोघ्नः सर्वपापैः प्रमुच्यते यद्भीष्मपञ्चकमिति प्रथितं पृथिव्या मेघादशी प्रभृति पञ्चदशी निरुद्धम् उक्तं न भोजनपरस्य तदा निषेधस्तस्मिन् व्रते शुभफलं प्रददाति विष्णुः सूद उवाच एतत्सर्वाधिकं पुण्यं दुर्लभं भुवने कृतम् इदं गुह्यं मया ख्यातं शास्त्रसारसमुच्चयम् सुराणां गोपिदं सर्वमधिगुह्यं च मोक्षदं श्रुत्वा चैकपदे देवि अगम्यागमने रदाः कन्याविक्री स्वसाविक्री ह्युभयं तु विमोचयेत् मोक्षदं च इदं शास्त्रं प्रकाशं नेदरे जने श्रुत्वा चैकपदे यस्तु मोक्षं गच्छति मानवः गोपनीयं प्रयत्नेन ये चापि त्यागिनो नराः न तेषां कथ्यते पुण्यं सत्यं सत्यं च षण्मुख इत्येतत्सर्वमाख्यातं कार्तिकस्य तु यत्फलं श्रीविष्णुरुवाच कथितं देवदेवेन पुत्राय हितकाम्यय पितुस्तद्वाक्यमाकर्ण्य षण्मुखो हर्षनिर्भरः ऊचु प्राञ्जलय सर्वे तं देवं जगदायुषं कृतकृत्या वयं जाधाः श्रुत्वा कार्तिकजं फलम् अपरं नास्ति श्रोतव्यं प्राप्तं मे जन्मनः फलम् माहात्म्यमेददाकर्ण्य पूजयेद्यस्तु पाठकं गोभूहिरण्यवस्त्रैश्च विष्णुतुल्यो यदो हि सः वाचके पूजिते यस्माद्विष्णुर्भवति पूजितः तथा तं पूजयेन्नित्यं यदि चेत् सफलं शुभं धर्मशास्त्रं पुराणं च वेद विद्यादिकं च यद् पुस्तकं वाचकायैव दातव्यं धर्ममिच्छता पुराणविद्या दातारो ह्यनन्दफलभोगिनः यः पठेत इदं भक्त्या श्रुत्वा चैवावधारयेत् मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति धनं धान्यं यशः पुत्रानायुरारोग्यमेव च माहात्म्यश्रवणादेव लभ्यते च न संशयः इति श्रीपाद्मे महापुराणे उत्तरखण्डे चतुर्विंशत्यधिकशततमोऽध्यायः ॐ